पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 11 शेष उवाच एवमाज्ञाप्य भगवान् रामश्चामित्रकर्षणः वीरानालोकयन् भूयो जगादशुभया गिरा शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै को गन्ता पृष्ठदो रक्षं स्तन्निदेशप्रपालकः यः सर्ववीरान् प्रतिमुख्यमागतान् विनिर्जयेन् मर्मभिदस्त्रसङ्खैः गृह्णात्वसौ मे करवीटकं तद्भूमौ यशस्वं प्रथयन् सुविस्तरम् इत्युक्तवदि रामे दुपुष्कलो भरदात्मजः जग्राहवीटकं तस्माद्रघुराजकराम्बुजाद स्वामिन् गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहं सन्नद्धसर्वशस्त्रास्त्रचापबाणधरः प्रभो सर्वमध्यक्षिदितलं त्वत्प्रतापो विजेष्यदे यदे निमित्तभूदा वै रामचन्द्रमहामदे भवत्कृपादसकलं ससुरासुरमानुषम् उपस्थितं प्रयुद्धाय तन्निषेधे क्षमोह्यहं सर्वं स्वामी ज्ञास्यदि यन्मम विक्रमदर्शनाद येष गन्तास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः एवं ब्रुवन्तं परदात्मजं स प्रस्तूय साध्वीत्यनुमोदमानः सशंस सर्वान् कपिवीरमुख्यान् प्रभञ्जनोद्भूतमुखान् हरिप्रभुः भो हनूमन्महावीर शृणु मद्वाक्यमादृदः त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकण्डकं सीतया मम संयोगे यो भवाञ्जलधिं तरेः चरितं तद्धरे वेत्मि सर्वं तव कपीश्वर त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा यत्र यत्र मदिभ्रंशः शत्रुघ्नस्य प्रजायते तत्र तत्र प्रबोधव्यो भ्राता मम महामदे इति श्रुत्वा महद्वाक्यं रामचन्द्रस्य धीमदः शिरसा तत्समाधाय प्रणाममकरोत्तदा अधा दिशन् महाराजो जाम्बवन्तं कपीश्वरं रघुनाथस्य सेवायै कपीशूत्तमतेजसम् अङ्गदो गवयो मैन्दस्तथा दधिमुखकपिः सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौकपी नीलो नलो मनोवेगोऽधिगन्ता वानराङ्गजः इत्येवमादयो यूयं सज्जीभूता भवन्तु भोः सर्वैर्गजैः सदश्वैश्च सप्तहाटकभूषणैः कवचैः स शिरस्त्राणैर्भूषितायां तु सत्वराः शेष उवाच सुमन्त्रमाहूय सुमन्त्रिणं तदा जगादरामो बलवीर्यशोभनः अमात्यमौले वदके त्रयोज्या नराकयं पालयितुं समर्थाः तदुक्तमेवमाकर्ण्य जगादपरवीरः हयस्य रक्षणे योग्यान् बलिनोऽत्र नराधिपान् रघुनाथ शृणुष्वैतान्नववीरान् सुसंहितान् धनुर्धरान् महाविद्यान् सर्वशस्त्रास्त्रकोविदान् प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम् रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम् राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः स एव लक्षं रक्षेद लक्षं युध्येत निर्भयः अक्षौहिणीभिर्दशभिर्यादुवाहस्य रक्षणे दंशितैः स शिरस्त्राणैर्मम बाहुभिरुद्धतैः प्रतापाग्र्यो यो ह्ययं च रिपुगर्वं मशातयत सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः येषोक्षौहिणि विंशत्या यादु यज्ञहयावने सन्नद्धो रिपुनाशाय युवाको दण्डदण्डभृद तदा लक्ष्मी निधित्वेष यादुराजन्यसत्तमः यस्तपोभिशतधृतिं प्रसाद्यास्त्राणि चाभ्यसद ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसंज्ञितं मायूरं नाकुलं रौद्रं वैष्णवं मेकसंज्ञितं वज्रं पार्वतसंज्ञं च तदा वायव्यसंज्ञितम् इत्यादिकानामस्त्राणां सम्प्रयोगविसर्गविद स एष निजसैन्यानामक्षौहिण्यैकया युतः प्रयादु शूरमुकुटः सर्ववैरिप्रभञ्जनः रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृतां सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः गच्छताक्षेनया बह्व्या चतुरङ्गसमेतया शत्रुघ्नाज्ञां शिरस्येदे दधत्वद्यबलोत्कडाः उग्राश्वोऽपि महाराजा तथा शस्त्रविदेश च सर्वे यां तु सुसन्नद्धास्तव वाहस्य पालकाः यदि भाषितमाकर्ण्यमन्त्रिण प्रजहर्ष च आज्ञापयामास च तान् सुमन्त्रकथितान् भटान् तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे चिरकालं साम्परायं वाञ्छन्तो युद्धदुर्मदाः सन्नद्धा कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः ययुशत्रुघ्नसंवासं सीता पदिप्रणोदिताः शेष उवाच अधोक्तऋषिणा रामो विधिना पूजयत्क्रमाद आचार्यादीन् ऋषीन् सर्वान् यथोक्त वरदक्षिणैः आचार्याय ददौ रामो हस्तिनं षष्टिहायनं हयमेकं मनोवेगं रत्नमालाविभूषितं पौरटं रथमेकं च मणिरत्नविभूषितं चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतं मणिलक्षं तु प्रत्यक्षं मुक्ता फलतुलाशतं विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसां ग्राममेकं सुसम्पन्नं नानाजनसमाकुलम् विचित्र सस्यनिष्पन्नं विविधैर्मन्दिरैर्वृतं ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवेददौ ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः चिरञ्जीव महाराज रामचन्द्र रघुद्वः कन्यादानं भूमिदानं गजदानं तथैव च अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम् अन्नदानं पयोदानमभयं दानमुत्तमं रत्नदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान् देहि देहि धनं देहि मानेदि ब्रूहि कस्यचिद् ददात्वन्नं ददात्वन्नं सर्वभोगसमन्वितम् युद्धं प्रावर्तदमहो रघुनाथस्य धीमदः सदक्षिणो द्विजवरैः पूर्णः सर्वशुभप्रियः अधरामानुजो गत्वा मातरं प्रणनामः आज्ञापयाश्वरक्षार्थमेष गच्छामि शोभने त्वत्कृपादोरिपुकुलं जित्वा शोभासमन्वितः आयास्यामि महाराजैर्हयवर्यसमन्वितः मादोवाच पुत्र गच्छ महावीर शिवाः पन्थानयेव ते सर्वान्नृपुगणान् जित्वा पुनरागच्छ सन्मते पुष्कलं पालय निजभ्रातृजं धर्मवित्तमं महाबलिनमद्यापि बालकं लीलयायुधं पुत्रा गच्छसि चेद्युक्तपुष्कलेन शुभान्वितः तदा मम प्रमोदस्यादन्यथा शोकभागहम् इति सम्भाष्यमाणां स्वां मादरं प्रत्युवाच सः त्वदीयचरणद्वं त्वं स्मरन् प्राप्स्यामि शोभनं पुष्कलं पालयित्वाहं निजाङ्गमिव शोभने स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान् इत्युक्त्वा प्रययौ वीरो रामं स मखमण्डपे आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम् उवाच मदिमान् वीरः सर्वशोभासमन्वितः रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीद बालं स्त्रियं प्रमत्तं त्वं माहन्या शस्त्रवर्जितं तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः प्रकश्य किञ्चिन्नयने नर्तयन् राममब्रवीद लक्ष्मीनिधिरुवाच रामचन्द्रमहाबाहो सर्वधर्मपरायण शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेद् कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा गच्छेत् स परमं धाम तेजोबलसमन्वितं त्वया प्रोक्तं महाराजब्राह्मणं नावमानयेद पित्रा तव हदो विप्रपितृभक्तिपरायणः त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम् अवध्यां महिलां यस्त्वं हदवान्नियतं तदः अग्रजोऽस्य महाराज कृतवान्यं पराक्रमं सनकेन पृथक्पूर्वं राक्षस्या कर्णकर्दनम् एवं करिष्यति नृपशत्रुघ्नशिक्षया तव यदि नायं तथा कुर्यात् कुलस्या सदृशं भवेद् इत्युक्तवन्दं तं रामप्रत्युवाच हसन्निव मेघगम्भीरया वाच सर्ववाक्यविशारदः शृण्वं तु योगिनः शान्ताः समदुःखसुखाः पुनः जानन्त्यपार संसारनिस्तारतरणादिकम् ये शूराः समहेश्वासाः सर्वशस्त्रास्त्रकोविदाः ते जानन्ति युद्धस्य वार्तां न तु भवादृशाः परोपतापिनो ये वै ये चोत्पथविसारिणः ते हन्तव्या नृपैः सर्वैः सर्वलोकहितैषिभिः इत्युक्तमाकर्ण्य सभासदस्ते सर्वेऽस्मिदं चक्रुररिन्दमस्य कुम्भोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि इमं मन्त्रं समुच्चार्य वसिष्ठकलशोद्भवः कराग्रेण स्पृशन्नश्वं मुमोच जयकाङ्क्षया वाजिन्गच्छ यथा लीलं सर्वत्र धरणीतले यागार्थे मोजितो येन पुनरागच्छ सत्वरः अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः परीदप्रययौ प्राजीं दिशं वायुजवान्विदः प्रचचारबलं सर्वं कम्पयद्धरणीतलं शेषोऽपि किञ्चिन्नतया फणया धृतवान् भुवम् दिश प्रसेदु परिदक्ष्मातलं शोभयान्विदं वायवस्तं तु शत्रुघ्नं पृष्ठदो मन्दगामिनः शत्रुघ्नस्य प्रयाणायाभ्युद्यतस्य भुजो स्फुरद दक्षिणशुभमाशंसि जयाय च बभूवः पुष्कलस्वगृहं रम्यं प्रविवेश समृद्धिमद विदर्दिभिर्वलक्षाभिशोभितं रत्नवेदिकं तत्र पश्यन्निजां भार्यां पतिव्रतपरायणां किञ्चित् स्वदर्शनादृष्टां भर्तृदर्शनलालसां मुखारविन्देन च नागवल्ली दलं सुकर्पूरयुतं च चर्वती नासाबलं तोयभवं महाधनं बाह्वोर्मृणाली सदृशो सुकङ्कणे कुचौ तु मालूरफलोपमौ वरौ निदम्बबिम्बं वरनी विशोभितं पादौ तुलाकोडिधरौ सुकोमलौ दतत्यहो येक्षद सत्पदिं स्वकं परिरभ्यप्रियां धीरो गद्गदस्वरभाषिणीं तदुरोजपरीरम्भ निर्भरी कृतदेहकाम् उवाजभद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः रामाज्ञया याज्ञमश्वं पालयन्रथसंयुधः त्वया मे मातरपूज्या पादसंवाहनादिमिः तदुच्छिष्टं हि भुञ्जाना तत्कर्मकरणादरा सर्वाः पतिव्रता नार्यो लोपा मुद्रादिका शुभः नावमान्यास्त्वया भीरुस्वतपो बलशोभिताः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमोचन पुष्कलभार्या समागमो नाम एकादशोऽध्यायः ॐ